नमस्कारः. अद्यतनव्याकरणचिन्तनवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति धातुपाठे हल् सन्धिः अभ्यासः. यद्यपि धातुपाठे हल् सन्धिः इति विषयः अस्ति, अस्माकं अभ्यासः प्रवर्तमानः अस्ति सुबन्तपदानां विषये. गतसप्ताहे वयम् अत्र राजन् इति प्रातिपदिकस्य सप्तविभक्तिरूपाणि दृष्टवन्तः. अद्य यथा वयं गतवर्गे कृतवन्तः, तथा एकवारं पुनस्मरणं कृत्वा अग्रे गमिष्यामः. अत्र रामप्रिया भगिनी, भवती आरम्भं कर्तुम् इच्छति वा? अत्र सुबन्तविषये अत्र काका संज्ञाः भवन्ति इति, अत्र संज्ञाचतुष्टयमस्ति किल, तस्मिन् विषये किञ्चित् वदति वा? संज्ञाचतुष्टयमिति यदा वयं सुबन्त प्रत्ययः स्वीकुर्मः चेत् तत्र प्रथमपञ्च सु औ जस् अम् औट् इति प्रथमपञ्च प्रत्ययाः सर्वनामस्थानसंज्ञकः इति नाम्ना जायते. तत्र तस्य पूर्वतनशब्दस्वरूपं तु प्रातिपदिकसंज्ञा इति एव किल महोदय? अर्थवत्तधातु प्रत्ययः प्रातिपदिकम् इति सूत्रेण पूर्वश अङ्गं वा शब्दस्वरूपं तु प्रातिपदिकसंज्ञा प्रातिपदिकसंज्ञः संज्ञकः. प्रत्ययः तु सर्वनामस्थानसंज्ञकः इति नाम्ना जायते. सूत्रमस्ति सूडनपुंसकस्य इति सूत्रेण. तत्तु प्रथमसंज्ञा. द्वितीयमस्ति यदा सु आरभ्य कप् पर्यन्तं, परन्तु पञ्च प्रत्ययान् विहाय अन्ये सर्वे प्रत्ययाः कप् पर्यन्तम् असर्वनामस्थानसंज्ञकः इति नाम्ना जायते. तस्य पूर्वस्तनशब्दस्वरूपस्य नाम अस्ति पदसंज्ञा इति. तस्य सूत्रमस्ति स्वादिषु असर्वना स्वादिषु सर्वनामस्थाने इति सूत्रेण. तृतीय यचीबम् इति पञ्चमं क्षम्यतां चतुर्थसंज्ञा अस्ति यचीबम् इति सूत्रेण बासंज्ञा प्राप्नोति. तत्र निमित्तमस्ति यदा अजादि वा यकारादिप्रत्ययः अस्ति चेत् तदपि सु आरभ्य कप् पर्यन्तं प्रथमपञ्चं पञ्चप्रत्ययाः विहाय तस्य नाम अस्ति बसंज्ञा. इत्युक्ते प्रत्ययस्य नाम असर्वनामस्थानसंज्ञकः एव, परन्तु तत् पूर्वतनशब्दस्वरूपस्य नाम बसंज्ञा इति. अपि च अत्र सूत्रं किम् अस्ति भगिनि अत्र बसंज्ञा कृते? पदसंज्ञा कृते सूत्रद्वयमस्ति. तिङन्तं पदम् इति पूर्वं वयं दृष्टवन्तः. इदानीम् एतद् नूतनसूत्रमस्ति स्वादिषु असर्वनामस्थाने इति सूत्रेण पदसंज्ञा प्राप्नोति. बहु समीचीनं भगिनि. इदानीमत्र अन्य कोऽपि आगतवन्तः? नमस्कारः महोदय. मणि. नमस्कारः महोदय. नमस्कारः महोदय. नमस्कारः महोदय. नमस्कारः भगिनि. अन्य कोऽपि अस्ति वा? नमस्कारः महोदय. अस्ति महोदय, नाम श्रुतवान्. अस्तु, इदानीमत्र सुखवनं महोदय, भवान् इदानीमत्र वयं राजन् इति रूपाणि दृष्टवन्तः किल महोदय? अत्र यदा वयं वर्गे दृष्टवन्तः अत्र कति कार्याणि सन्ति ते कानि इति, तानि कानि इति वदति वा एकवारं? वदामि महोदय. अत्र त्रीणि कार्याणि सन्ति, सर्वनामस्थाने च असम्बुद्धौ इति सूत्रेण न अन्त अङ्गस्य उपादायाः स्थितस्य स्वरस्य दीर्घः भवति सर्वनामस्थाने अपि च असम्बुद्धौ इति, सर्वनामस्थाने च असम्बुद्धौ इति सूत्रेण नान्त अङ्गस्य उपादायः दीर्घः भवति इति तु एकं। द्वितीयं तु न लोपः प्रातिपदिकान्तस्य इति सूत्रेण यत् प्रातिपदिकसंज्ञकः अपि च पदसंज्ञकः अस्ति तस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति इति द्वितीयकार्यमस्ति। तृतीयं तु अल्लोपो नः इति सूत्रेण भसंज्ञकशब्दरूपस्य अन् इति भागस्य यः अकारः अस्ति तस्य लोपः भवति इति तृतीयकार्यमस्ति। अत्र महोदय अन् इति भागस्य इति महोदयेन दत्तं, तत्र अन् इति अन्ते भवेत् वा नो चेत् यत्र कुत्रापि भवेत् वा अकारस्य लोपः भवति इति? राजन् इति शब्दे अन् इति भागः अन्ते एव अस्ति, अङ्गस्य इत्यस्य अधिकारः अस्ति किल महोदय अत्र, कस्यचित् गृहे ध्वनिः अस्ति यदि मम गृहे, क्षम्यतां मम पौत्रः, अस्तु अस्तु महोदय, अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति किल महोदय? आमाम्, अङ्गस्य इत्यस्य अधिकारः अस्ति, पूर्णसूत्रं वयं न दत्तवान् महोदय अत्र। अहं चिन्तयामि अत्र नकारान्त अङ्गस्य अनः यस्य अङ्गस्य अन्ते अस्ति इति एव चिन्तयामि प्रायः, येन विधिस्तदन्तस्य इति तदन्तविधिः भवति, अतः प्रायः यस्य अङ्गस्य अन्ते अस्ति तस्य अकारस्य लोपः भवति इति प्रायः तादृशम् अस्ति। एतानि त्रीणि कार्याणि भवन्ति। बहु समीचीनं महोदय। इदानीं अत्र राजनीत्यस्य अभ्यासं कुर्मः वा आत्मनीत्यस्य अभ्यासं कुर्मः वा? राजनीति तु वयम् एकवारं कृतवन्तः, अहं चिन्तयामि यदि आत्मनीति करिष्यामः समीचीनं भवति, आत्मन् अस्ति एकम्, आत्मन् नकारान्तपुल्लिङ्गशब्दः आत्मन्। हेमा भगिनी भवती आरम्भं करोति वा? अत्र प्रथमाविभक्तौ रूपाणि कथं निष्पन्नं भवति? अस्तु महोदय, प्रातिपदिकमस्ति आत्मन् इति नकारान्तपुल्लिङ्गशब्दः, तर्हि आत्मन् योगः सु इति प्रथमा एकवचने। इदानीं आत्मनियोगः सु, अत्र सु तु सर्व प्रथमपञ्चः पञ्चस्थानकः प्रत्ययः सर्वनामस्थानसंज्ञां प्राप्नोति इति अत्र सर्वनामस्थानसंज्ञा अस्ति। अत्र अनुबन्धलोपानन्तरं सकारः एव अवशिष्यते, तर्हि आत्मनियोगः स इति स्थितिः। इदानीं सर्वनामस्थानसंज्ञा अस्ति इति तत्र त्रिषु कार्येषु अत्र कस्य प्रसक्तिः इति पश्यामः चेत् सर्वनामस्थानार्थकम् अत्र सर्वनामस्थाने चासम्बुद्धौ इति सूत्रस्य प्रसक्तिः प्राप्ति च, नकारान्त पदम् नकारान्तः अस्ति अतः अत्र अङ्गस्य उपधा दीर्घः भवति, अतः नकारात् पूर्वस्थितस्य अवर्णस्य आकारः भूत्वा आत्मान् योगः स इति स्थितिः। इदानीम् आत्मान् योगः सकारः इदानीं हल्ञाभ्यो सुतिस्य पृथ्वं हल् इति सूत्रस्य कार्यम्, अतः सकारः अपृक्तवर्णः इति कृत्वा तस्य लोपः भवति, आत्मानेव अवशिष्यते। इदानीम् आत्मान् इति प्रातिपदिकम् अस्ति, अपि च पदसंज्ञा अपि प्राप्नोति. अतः प्रातिपदिकमस्ति, पदसंज्ञा अस्ति इति कृत्वा अत्र द्वितीयसूत्रस्य कार्यं भवति न लोपः प्रातिपदिकान्तस्य इति. अनेन अत्र नकारस्य लोपः भवति, अतः रूपं भवति आत्मा इति. अत्र हल्न्याभ्यो इति सूत्रं पुनः वदति वा भगिनी एकवारं सूत्रं पूर्णतया? स इत्यस्य लोपः भवति हल्न्याभ्यो इति सूत्रेण, तत् सूत्रं हल्न्याभ्योस्तुतिस्य पृक्तं हल् इति अत्र अनुबन्धलोपानन्तरं सकारः एव अवशिष्यते. सकारः तु अपृक्तवर्णः अस्ति. आत्मन् इति पदे हल् अस्ति, हलन्तम् अस्ति. अतः हल्न्याभ्यो स्तुतिस्य पृक्तं हल्. अपि च अत्र सुबन्तपदेषु सकारः अस्ति, हल्न्याभ्यो स्तुतिस्य पृक्तं, तत्र सु इति अस्ति. अतः अत्र सकारं सुबन्तपदानां पदनिर्माणे अस्य प्रयोगः भवति. हल्न्याभ्यो स्तुतिस्य अपृक्तं हल् इति सूत्रेण अत्र सकारः लोपः भवति. अत्र अत्र सूत्रमस्ति हल्न्याभ्यो दीर्घात् स्तुतिस्य पृक्तं हल् किल. ओ, अहं विस्मृतवती कदाचित् कदाचित् सर्वेषां तादृशमेव स्मरणं भवति, अतः एव एकवारं स्मरणार्थमेव हल्न्याभ्यो दीर्घात् स्तुतिस्य पृक्तं हल् दीर्घात् इति त्रिलिङ्गे अस्तु, आकारम् इकारं निर्दिशति इति कृत्वा. अस्माकं कृते तस्य प्रसक्तिः नास्ति इदानीं, परन्तु पूर्णसूत्रं तादृशमस्ति. बहु समीचीनं भगिनि. पुष्पा भगिनी, भवती अग्रिमं करोति वा अत्र? तत्तु प्रथमाविभक्ति द्विवचने. आमां भगिनि. अस्तु, तत्तु औ अस्ति, अजादि अस्ति. तत्र प्रातिपदिकं अत्र आत्मानौ इति अस्ति, तत् कथम् आयाति विवरणं कुर्मः. एकनिमिष महोदय, सूत्रान् ऐ ओपन् द सूत्रान् अस्ति, कम्प्यूटर् वेण्ट् डौन्. अस्तु भगिनि, यदा यदा सिद्धः भवति तदा वदतु तस्मिन् समये. सरला भगिनी, भवती करोतु अग्रिमम् अत्र. आं महोदय, आत्मयोग औ प्रथमपञ्चमसुप्रत्या सन्ति, अन्यतमस्ति, तस्य सर्वनाम संज्ञा भवति. नपुंसकस्य इति सूत्रेण इदानीम् आत्मन् योग औ अस्ति, कार्यं भवति किम् अस्ति सर्वनामस्थाने च सम्बन्धौ इति सूत्रेण अङ्गस्य नकारान्त अङ्गस्य उपधायाम् अच्वानस्य दीर्घः भवति. सो आत्मान् इति भवति, आत्मान् योगौ अत्र इदानीं वर्णमेलनं भवति आत्मनौ आत्मानौ इति भवति. अग्रिममपि करोतु भगिनि. अग्रिमम् अस्ति जस् अनुबन्धलोपानन्तरम् अस् भवति. इदानीमपि एवमेव सर्वनामस्थानसंज्ञा अस्ति. अत्रापि सर्वनामस्थाने च सम्बन्धौ इति सूत्रेण आत्मान् भवति आत्मानस्. तदनन्तरं सकारस्य ससजशोरु इति सूत्रेण ऋतमागच्छति. तदनन्तरं खरविसानयोविसर्जनीयस विस भवति. इदानीम् आत्मानः भवति. अस्तु भगिनि. इदानीं तत्र मणिमहोदय भवान् अहं करोमि अहं कर्तुं शक्नोमि महोदय. अस्तु करोतु भगिनि. तत्तु अम् अस्ति द्वितीयविभक्ति एकवचने. तत्र सर्वनाम सर्वनामस्थानम् इति अस्ति. सुडनपुंसकस्य इत्यनेन अम् अत्र कार्यं करोति. सर्वनामस्थानम् अनपुंसकस्य इत्यनेन तत्तु सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधाय दीर्घः आयाति. आत्मानम् इति नकारस्य तथैव तिष्ठति. आत्मान् आत्मानम् इति अग्रिममपि करोतु. नौ तत्तु औट् इति अस्ति. हल्यन्तम् इत्यनेन टकारस्य लोपः भवति. औ इति तिष्ठति. तत्तु सर्वनामस्थाने पदं स्वादिषु न स्वादिषु करोति न तत्तु सुवर्णपुंसकस्य इत्यनेन आत्मानौ तत्र सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधायाः दीर्घः भवति. आत्मानौ इति तिष्ठति. इदानीम् अग्रिममपि करोतु भगिनि. तत्तु अस्येव तिष्ठति न तत् अस् जस्ट् कृते किं करोति तथैव अस्य अपि तिष्ठति. तत्र ज नास्ति इति अस् एव तिष्ठति. तत्तु स्वादिष्व अस्ति तत्तु स्वादिष्व. तस्य संज्ञा का इदानीं प्रत्ययस्य संज्ञा का भगिनि? प्रत्ययस्य संज्ञा नामस्थानसंज्ञा अस्ति वा अनामस्थानसंज्ञा अस्ति वा प्रत्ययस्य प्रातिपदिक न इदानीं प्रथमम् अत्र प्रातिपदिकम् इति अनन्तरं चिन्तयतु. प्रथमम् अत्र प्रत्ययः अस्ति. तस्य संज्ञा का इति चिन्तयति एकवारं. तत्तु प्रत्ययस्य किं सर्वनामस्थानं नास्ति. तत्तु सर्वनामस्थानं नास्ति. तत्तु कथमस्ति तत्र प्रातिपदिकस्य अङ्गस्य सर्वनामस्थाने च ससम्बुद्धौ तत् कार्यं करोति परन्तु अस् इति इदानीम् अत्र द्वितीयाविभक्ति बहुवचनप्रत्ययः तस्य सर्वनामस्थानसंज्ञा नास्ति किल भगिनि नास्ति नास्ति नास्ति भूत्वा सर्वनामस्थाने च असम्बुद्धौ इत्यस्य कार्यं भवति वा कुत्र भवति सर्वनामस्थाने च असम्बुद्धौ इत्यस्य कार्यं यत्र प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति तत्रैव स्वादिष्वसर्वनामस्थाने असर्वनामस्थानमस्ति परन्तु इदानीं चिन्तनं कथं भवति अत्र पूर्वस्थित इदानीं प्रत्ययः कीदृशप्रत्ययः असर्वनामस्थानप्रत्ययः वलादिप्रत्ययः वा यकारादि वा अजादिः वा एकनिमिष अत्र मणिं मध्ये भवान् साहाय्यं करोति वा अस्ति वा महोदय मणि महोदय इदानीम् अत्र अधः यकार आकारप्रत्ययः अस्ति चेत् ब समीकः भवति यचिबम् इति सूत्रेण यचिबम् यचिबम् इति सूत्रेण अधः आद्मन् योः अह इति किमपि कार्यं गुणकार्यं वा किमपि कार्यं नास्ति अधः आद्मनः इति रूपं भवति इदानीमत्र विसर्गः कुतः आगतः मणिमहोदय आं भगिनि ससजुषोरुः अपि च करवसन करवसनयोर्विसर्जनीया अस्तु अस्तु भगिनि तावदेव अस्तु इदानीं मणिमहोदय अग्रिमं करोतु महोदय महोदय अत्र अस्ति अनुबन्धलोपस्य अनन्तरम् अतः तदपि पदसम्यकः प्रत्ययः तस्य पूर्वं ततः रूपं बसम्यकः इति उच्यते आद्मन् योगः अतः आद्मनः इति रूपं भवति महोदय आत्मना आत्मना भवति परन्तु प्रत्ययः कीदृशप्रत्ययः पुनः प्रत्ययः प्रत्ययः अकारः अधः यकारप्रत्ययः अस्ति चेत् बसमीकः भवति यचिबम् इति सूत्रेण न बसञ्ज्ञकः कः भवति भासञ्ज्ञकः अत्र प्रत्ययः वा प्रत्ययात् पूर्वं स्थितस्य शब्दः वा प्रत्ययः यकार भासमीकः प्रत्ययः तस्य पूर्वं स्थितः रूपमेव भासमीकः इति रूपं प्रत्ययस्य संज्ञा का वदतु सरला भगिनि असर्वनामस्थानसंज्ञा प्रत्ययस्य संज्ञा अस्ति किन्तु आत्म अङ्गस्य संज्ञा अस्ति अजादि अवगच्छति वा महोदय अत्र मणिमहोदय स्वादिष्टसर्वनामस्थानसूत्रं न तद् न कार्यं करोति महोदय शृणोतु एकवारम् अत्र यथा सरला भगिनी उक्तवती इदानीं तु अत्र सुडनपुंसकस्य इत्यस्य कार्यं न भवति किमर्थं सुडनपुंसकस्य इति संज्ञा कुत्र भवति सु औजस् अम् औट् एव तस्य प्रसक्तिः. अन्ये सर्वे असर्वनामस्थानसंज्ञकप्रत्ययाः. इदानीं ता इति असर्वनामस्थानसंज्ञकप्रत्ययः किल. इदानीं ता इत्यस्य अनुबन्धलोपानन्तरम् आ इति अवशिष्यति प्रत्ययः. आ इति प्रत्ययः अकारादिप्रत्ययः, अजादिप्रत्ययः. अतः तस्मात् पूर्वं स्थितस्य अङ्गस्य भसंज्ञा भवति. प्रत्ययस्य संज्ञा अस्ति असर्वनामस्थानसंज्ञा, अङ्गस्य संज्ञा अस्ति भसंज्ञा. ओ ओ, प्रत्ययः असर्वनामस्थानप्रत्ययः. इदानीम् अत्र इदानीं किं भवति अत्र भसंज्ञकः अस्ति. इदानीं भसंज्ञकः अस्ति, अतः किमपि अकारः आकारः अस्ति, अतः किमपि कार्यं न भवति, मेलनमेव आत्मना रूपं भवति महोदय. आत्मना, आत्मना इति रूपं भवति. अस्तु अस्तु. इदानीमत्र रामप्रिया भगिनी करोति वा? एकनिमिष महोदय, अत्र प्रश्नः अस्ति, एकः प्रश्नः अस्ति महोदय. अत्र का अस्ति तदेव दिव्य औट् अपि यदि अत्र टकारः चूट् सूत्रेण यदि लोपः भवति इति वदामः, सूत्रं वदति प्रत्ययस्य आदौ शकारः, ऐ मीन् सारि, प्रत्ययस्य आदौ चवर्गीय वा टवर्गीय वा अस्ति चेत् अपि लोप सम्यका भवति इति सूत्रं वदति. तकारः अन्तिम अस्ति किल, तकारः आदिमवर्णः अस्ति महोदय. इदानीं ता इत्यस्य आदिमवर्णः तकारः अस्ति. तत्तु केन सूत्रेण भवति? तृतीय स्थाने आदिर्निचुड वा आर् चुट् इति सूत्रेण वा इति चुटु इत्यनेन किल. आं महोदय, चुटु सूत्रं वदति यत्र आदौ प्रत्ययः चकारः वा अथवा टकारः वा चेत् एव लोपं भवति इति, सम्यका भवति इति सूत्रं वदति. औट् स्थाने न प्रश्नः कः इदानीं महोदय? औट् मध्ये हलन्त्यमेव भवति किल. औट् मध्ये हलन्त्यं टा इत्यस्य चुटु इत्यनेन. ओके, देन् अस्तु. अत्र तृतीयभक्ति अकारस्य स्थाने चुटु भवति आर् अदिनिटु चुटु चुटु आदिः निटुडवः. समीचीनमेव अस्ति, परन्तु अत्र आदिर्निटुडवः इदानीं कस्यचित् मनसि अस्ति वा? तत्र महोदय केवलं टु इति एव अस्ति, सवर्गीय नास्ति. अत्र टु यदस्ति तदेव किल, टु डु अस्ति किल. समीचीनं भगिनि. अतः टु अस्ति चेदेव तस्य लोपः भवति. यथा अत्र टुडु इति डुपचस् अस्ति, तत्र डु इत्यस्य लोपः भवति अत्र. तादृशमेव यस्य कस्यचित् आदौ टु अस्ति प्रत्ययस्य आदौ, तस्य लोपः भवति. दट् मीन्स् चुटु इति एव कार्यं करोति वा? टु इति एव कार्यं करोति अत्र. धन्यवादः भगिनी. अत्र अस्तु, रामप्रिया भगिनी करोति वा? आम् एकः प्रश्नः अस्ति, यदा आत्मन्योगः अस्ति इति स्थितौ अल्लोपो नः इति सूत्रस्य प्रसक्तिः किमर्थं नास्ति? तदपि मम मनसि इदानीमेव आगतः, इदानीमेव आगतः. परन्तु अत्र अन्यत् किमपि अस्ति, वयं अत्र प्रश्नः अस्ति रामप्रिया भगिनी, भगिनी भवती एव वदतु भगिनि. आम्, आत्मन्योगः अस् इति स्थितौ द्वितीया विभक्ति बहुवचने, तत्र अल्लोपो नः बसंज्ञकः अस्ति आत्मन् इति, अत्र अल्लोपो नः इति सूत्रस्य प्रसक्तिः किमर्थं नास्ति? आत्मनः एव रूपम् इति वयं जानीमः, परन्तु प्रायः अन्यत् सूत्रमस्ति इदानीमेव मम मनसि, अन्यत् सूत्रमस्ति वयं चिन्तयामः अत्र. तत्तु सर्वनाम न भगिनि, इदानीं तु यदा द्वितीयविभक्ति बहुवचन अत्र भासंज्ञा अस्ति किल, अल्लोपो नः इति वयं दृष्टवन्तः, राज्ञः इति दृष्टवन्तः, परन्तु आत्मनः एव साधुरूपमस्ति. इदानीं तु अत्र तत्तु अत्र पार्श्वे स्थापयित्वा अग्रे गमिष्यामः भगिनि. इदानीमेव मम मनसि अपि आगतं तदेव. चिन्तयामि अत्रापि लोपः भवति अल्लोपो नास्ति न न न अत्र अन्यत् किमपि कार्यम् अस्ति तत् किम् इति न जानामि. किमर्थम् इत्युक्ते अत्र अकारः लोपः भवति चेत् साधुरूपं न स्थापयामः, परन्तु तद् अत्र पार्श्वे स्थापयित्वा अग्रे गमिष्यामः. नमस्ते महोदय, लक्ष्मी अस्मि, क्षम्यतां विलम्बेन आगतमया. चिन्ता मास्तु, चिन्ता मास्तु भगिनि, स्वागतम्. इदानीं तृतीया द्विवचनं आत्मन्योगः भ्याम् इति, अत्र भ्याम् इति असर्वनामस्थानसंज्ञकः अस्ति, परन्तु भ्याम् इति वल्लादिप्रत्ययः अस्ति, अतः राजन् इति शब्दस्वरूपं पदसंज्ञा प्राप्नोति स्वादिषु असर्वनामस्थाने इति सूत्रेण. इदानीं यदा पदसंज्ञा प्राप्नोति इत्युक्ते तत्र न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः अस्ति. तत्र प्रातिपदिकसंज्ञा पदसंज्ञा द्वौ निमित्तद्वयम् अस्ति, तद् पूरयति एतत्. अतः तत्र न लोपः भवति आत्मयोगः भ्याम् आत्मभ्याम्. अत्र एकस्य एव पदसंज्ञा अपि च प्रातिपदिकसंज्ञा भवितुम् अर्हति वा भगिनि? अत्र किमपि अवरोधं नास्ति वा? यदा आकडारादेका संज्ञा इति उक्तवन्तः, परन्तु तस्य प्रसक्तिः आकडारादेका संज्ञा अस्मात् सूत्र इत्युक्ते तस्य प्रसक्तिः द्वितीय अध्यायपर्यन्तमेव अस्ति, कडाराकर्मधारये इति सूत्रपर्यन्तमेव अस्ति. एतद् न लोपः प्रातिपदिकान्तस्य इति अष्टम अध्यायस्य सूत्रमस्ति, तस्य अत्र विषयः अस्ति संज्ञाविषयः, न तु कार्यस्य प्रसङ्गः किल भगिनि. अत्र इदानीम् आत्मन् यदस्ति तस्य पदसंज्ञा अस्ति, अपि च प्रातिपदिकसंज्ञा अस्ति, अत्र कोऽपि किमपि अवरोधं नास्ति वा एकस्य संज्ञाद्वयम् इत्यस्य कृते? यदा भवती एव इदानीम् उक्तवती अत्र आकडारादेका संज्ञा इति भूत्वा अत्र पदसंज्ञा अपि च प्रातिपदिकसंज्ञा भवितुम् अर्हति वा इति प्रश्नः. पूर्वमपि वयं दृष्टवन्तः किल महोदय, धातुसंज्ञा अपि अस्ति, प्रातिपदिकसंज्ञा अपि अस्ति इति. यदा एकवारमत्र आकडारादेका संज्ञा इति सूत्रपरिधिः का इति वदति वा? परिधिः इत्युक्ते आकडारादेका संज्ञा प्रथम अध्यायस्य चतुर्थपादस्य प्रथमसूत्रादारभ्य कडाराकर्मधारये इति द्वितीय अध्यायस्य द्वितीयपादस्य अष्टत्रिंशत् किल अष्टत्रिंशत् सूत्रपर्यन्तं तस्य सीमा अस्ति, सीमा इति वक्तुं शक्नुमः. सीमा कार्यक्षेत्रं वा परिधिः परिधिः वा परिधिः परिधिः अस्ति इत्युक्ते किमपि संज्ञासूत्रम् एतस्य सूत्रस्य परिधौ अस्ति अपि च सूत्रद्वयं तस्मिन् परिधौ भवति चेत् एकस्य एव एका संज्ञा एव भवितुमर्हति न तु संज्ञाद्वयम् इदानीं पदसंज्ञा कुत् सूत्रसङ्ख्या का अपि च प्रातिपदिकसंज्ञासूत्रसङ्ख्या का इति द्रष्टव्यमस्ति स्वादिषु असर्वनामस्थाने इति सूत्रसङ्ख्या प्रथमाध्यायस्य केन सूत्रेण वयं ज्ञातुं शक्नुमः प्रातिपदिकमस्ति इति अर्थवत् अधातु अप्रत्यय प्रातिपदिकम् इति सूत्रेण तस्य सूत्रसङ्ख्या तदस्ति प्रथमाध्यायस्य द्वितीयपादे ओ प्रथमाध्यायस्य द्वितीयपादे तु इत्युक्ते तद् पूर्वमस्ति सीमात् पूर्वमस्ति परिधः अतः एतत् न आगच्छति सीमायां सुप्तिङन्तं पदं कस्मिन् अध्यायशान्तं मम पार्श्वे चतुर्थे पादे अस्ति प्रथमाध्यायस्य चतुर्थे पादे अस्ति पदसंज्ञा इति तु चतुर्थपादे अस्ति एतस्य सूत्रस्य परिधौ अस्ति परन्तु प्रातिपदिकसंज्ञासूत्रं तस्मात् पूर्वमेव अस्ति अतः आकडारादेकासंज्ञा इत्यस्य सूत्रस्य परिधौ नास्ति भूत्वा सूत्रद्वयस्य इत्युक्ते संज्ञाद्वयस्य सहवासः भवितुम् अर्हति इति आकडारादेकासंज्ञा इति सूत्रम् अत्र किमपि अवरोधं न करोति संज्ञाद्वयस्य कृते अतः अत्र राजन् वा आत्मन् वा शब्दस्य संज्ञाद्वयं भवितुम् अर्हति पदसंज्ञा अपि च प्रातिपदिकसंज्ञा तावदेव अग्रे गच्छामि इदानीम् अत्र प्रायः एतत् समीचीन उदाहरणं नास्ति अहं चिन्तितवान् किञ्चित् समीचीनम् अस्ति इति परन्तु समीचीनमेव इत्युक्ते एकः एव विषयः वयं न जानीमः अन्यान् तु एकं विषयं वयं न जानीमः परन्तु अन्यान् तु अत्र कर्तुं शक्नुमः अग्रिममपि करोतु भगिनि इदानीं किमस्ति अत्र राजन्योगाभ्यां पदसंज्ञा भूत्वा आत्मन्योगाभ्यां तत्र पदसंज्ञा भवति प्रातिपदिकसंज्ञा अपि अस्ति अतः न लोपः प्रातिपदिकान्तस्य इति सूत्रेण नकारस्य लोपः भवति राज क्षम्यताम् आत्मयोगाभ्याम् आत्मभ्याम् अस्ति अग्रिममपि तावदेव आत्मन्योगाभ्यस् अत्रापि पदसंज्ञा अस्ति वलादिः अस्ति अतः पदसंज्ञा अस्ति न लोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः आत्मयोगः बिस् अत्र ऋत्वविसर्गः भवति ससजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्रेण आत्मभिः अस्तु भगिनि अन्यत्तु अत्र सामान्यमस्ति इदानीम् अत्र लक्ष्मीभगिनी भवती सप्तमी विभक्ति बहुवचन रूपं वदति वा अत्र आत्मन्योगः सु सप्तमीविभक्त्याम् आत्मन्योगः प्रथमम् आत्मन्योगः नि इत्युक्ते आत्मन्योगः इ तत्र इ इति सर्वनामकसंज्ञा अजादि इति कृत्वा तत् भासंज्ञकः अतः अल्लोपनः इति सूत्रं कार्यं करोति तत्तु वयं एकं कुर्मः अत्र किमस्ति इत्युक्ते अत्र अल्लोपो नः इति कार्यं करोति चेत् अत्र वयं साधुरूपं न साधयामः किल, आत्मनि अस्ति. अतः आत्मनि इति केवलं वर्णमेलनमेव इति चिन्तयामः, परन्तु अत्र किमपि अन्यत् कार्यमस्ति इति चिन्तयामि. इदानीं तु पार्श्वे स्थापयित्वा अग्रे गच्छामः अत्र. अतः एव अस्तु आत्मनि आत्मनि आम् यथा राजन् राज्ञी अस्ति तत्र अकारस्य लोपः भवत् अलोपनः अनेन, किन्तु अत्र तु आत्मनि इति रूपम् अस्ति. आं सत्यम्. अत्र एकं वदामि, अत्र राज्ञी अपि अस्ति राजनी अपि अस्ति. ओ अस्तु, राजनी अपि अस्ति रूप अत्र वैकल्पिकम् अस्ति राजनी इति. तत् कथं भवति इति वयं न दृष्टवन्तः वर्गे, अतः अग्रे गमिष्यामः. अस्तु अनन्तरं द्विवचने आत्मनियोगः ओस् तत्र पुनः तत्र अल्लोपनः न कार्यं करोति, आत्मनोस् इति रूपम्. अनन्तरं तस्य जिषो रुः तस्य जिषो रुः इति सूत्रेण ऋत्वम् अनन्तरं रक्तस्य विसर्गः आदेशः करवसानयो विसर्जनीयः इति सूत्रेण आत्मनोः इति रूपम्. अनन्तरम् आत्मन् योगः सु, अत्र सु इति वलादिप्रत्ययः पदसंज्ञा आत्मन् इति भागस्य पदसंज्ञा भवति. अत्र न लोपः प्रातिपदिकान्तस्य इति सूत्रं कार्यं करोति, अतः आत्मयोगः सु आत्मसु इति रूपम् अन्तिमरूपम्. बहु समीचीनं भगिनि, बहु समीचीनम्. इदानीम् अत्र कोऽपि प्रश्नः अस्ति वा? एतत्तु वयं दृष्टवन्तः एव गतसप्ताहे अपि, अतः इदानीम् अग्रे गमिष्यामः. वर्गे वयं लिह् इति महोदय, मया दृष्टं न संयोगात् वमन्तात् इति सूत्रमस्ति, अनेन तत्र अन्नित्यस्य अकारस्य लोपः न भवति इति. यस्य संयोगस्य अन्तिमवर्णः वकारः मकारः वा अस्ति, तादृशात् संयोगात् परस्य विद्यमानस्य अन् इत्यस्य भसंज्ञकस्य अकारस्य लोपः न भवति इति. सूत्रं किमस्ति महोदय? न संयोगात् वमन्तात् इति षष्ठाध्याये चतुर्थपादे सप्तत्रिंशदधिकशततमसूत्रमस्ति, अपवादसूत्रं भवति अल्लोपनः इत्यस्य. अस्तु अस्तु. न संयोगात् वमन्तात्, न संयोगात् वमन्तात्, वमन्तात् न संयोगात् वमन्तात् इति सूत्रम्. इत्युक्ते वकारमकारः अन्ते अस्ति चेत् यस्य संयोगस्य अन्तिमवर्णः वकारः मकारः वा अस्ति, तादृशात् संयोगात् परस्य विद्यमानस्य अन् इत्यस्य भसंज्ञकस्य अकारस्य लोपः न भवति इति. अस्तु अस्तु. अल्लोपो नः इत्यनेन अन् अन्तस्य भसंज्ञकस्य अकारस्य लोपः विधीयते, परन्तु यदि अन् इत्यस्मात् पूर्वं मकारान्तसंयोगः वकारान्तसंयोगः वा विद्यते तर्हि अस्य लोपस्य प्रतिषेधः भवति अनेन सूत्रेण. अत्र आत्मन् इत्यस्य अन् इत्यस्मात् पूर्वं संयोगः अस्ति, मकारः अस्ति अत्र, अतः न संयोगात् वमन्तात् इत्यनेन अत्र अन् शब्द अन् भागस्य अकारस्य लोपः न भवति. बहु धन्यवादः महोदय, समीचीनमस्ति. अस्माकं कृते अत्र इदानीमत्र आत्मनि कथं भवति इति वयं अवगन्तुं शक्नुमः. यथा रामप्रिया भगिनी पृष्टवती अत्र आत्मनः इति अपि कथं भवति इति वयं जानीमः. धन्यवादः. अपि च अत्र महर्षेः वैशिष्ट्यमपि मया ज्ञातं, तत्र अल्लोपोनः इति सूत्रस्य सङ्ख्या अस्ति चतुस्त्रिंशदधिक एकशततमम् इति. तस्मिन् पार्श्वे तत्र अग्रे एकं वा द्वे सूत्रं वा मया दृष्टं, तादृशमेव करोति किल सः, औत्सर्गिकरूपेण एकं सूत्रम् उक्त्वा तदनन्तरं तस्य अपवादः अस्ति चेत् समीपे एव स्थापयति इति कृत्वा. न सूत्रसङ्ख्या का महोदय? 6-4-137 अस्ति न संयोगाद् वमन्तात्, 6-4-134 अस्ति अल्लोपो नः इति. पार्श्वे एव अस्ति. हा पार्श्वे एव. बहु समीचीनं महोदय, किञ्चित् नूतनमपि वयं ज्ञातवन्तः अद्य. अस्तु अस्तु अस्तु. यदि तादृशसन्देहः भवति चेत् तत्र समीपे वयं पश्यामश्चेत् उत्तरं मिलति, लभ्यते. बहु समीचीनं महोदय, बहु समीचीनं. अस्तु, सर्वेषां कृते अत्र अवगमनम् अस्ति इति चिन्तयामि इदानीम्. अत्र किमर्थमत्र अन्भागस्य अकारस्य लोपः न भवति आत्मनित्यस्य प्रातिप्रतिकस्य कृते इति. महोदय, नकारस्य पूर्वं वकारम् अकारः अस्ति चेत् न लोपः. अन्भागस्य पूर्वम्, अन्भागस्य पूर्वं संयोगस्य अन्तिमवर्णः मकारः वा वकारः वा अस्ति चेत् अकारस्य लोपः न भवति इति. अत्र बहु किमपि अस्ति. अत्र अन्भागात् पूर्वं संयोगः भवेत्, संयोगस्य अन्तिमवर्णः मकारः वा वकारः वा भवेत्, तदानीमेव अत्र अकारस्य लोपः न भवति. तत्र आत्मनिति शब्दे तकारमकारयोः मध्ये संयोगः अस्ति, तत्र मकारः साक्षात् अन्भागस्य पूर्वमस्ति इति कृत्वा तत्र अल्लोपनः इत्यनेन यद् अकारस्य लोपः विधीयते तद् बाधित्वा न संयोगात् वमन्तात् इति सूत्रेण तत् तस्य बाधः भवति. अग्रे गच्छ अग्रे गच्छामः. इदानीं लिह् इति धातुः अस्ति. सुखवनं महोदय, भवान् आरम्भम् इच्छति वा? अत्र लिह् अस्ति, अत्र धातुः अस्ति, अतः प्रथमं क्विप् योजयामः. लिह् योगः क्विप् इति प्रत्ययः. क्विप् इति प्रत्यये अन्ते स्थितस्य पकारस्य हलन्त्यम् इत्यनेन लोपः भवति. आदौ स्थितस्य ककारस्य लशक्पतद्धिते इत्यनेन लोपः भवति. वि इत्येव अवशिष्यते. तत्र इकारः उच्चारणार्थम् इति दत्तमस्ति इति कृत्वा केवलं वकारः एव तिष्ठति. वकारः तु अपृक्त एकाल् प्रत्ययः, तत्र एकाल् अस्ति इति कृत्वा अपृक्तसंज्ञा प्राप्नोति इति कृत्वा हल्याभ्यो दीर्घ सतिस्य पृक्तं हल्. न न न न, अन्यत् सूत्रमस्ति महोदय, वेरपृक्तस्य इत्यनेन तस्य लोपः. वेरपृक्तस्य, ओ हल्या हल्. इदानीं तु प्रत्ययस्य विषयः अस्ति किल महोदय, प्रत्यये यः वा इति प्रत्ययः अस्ति इदानीम्, अपृक्तसंज्ञकप्रत्ययः अस्ति, प्रत्यय सर्वापहारलोपः भवति किल क्विप् इति. किमर्थं हल्याभ्यो दीर्घस्य पृक्तं हल् इत्यनेन लोपः न भवति इति अहं चिन्तयन्नस्मि. कस्य लोपः भवति हल्याभ्यो दीर्घस्य? सूतीसि इति एव अस्ति तत्र. सूतीसि इति प्रत्ययेषु एकमेव हल् तिष्ठति चेत् तस्य लोपः भवति इति हल्याभ्यो दीर्घस्य पृक्तं हल् इति सूत्रं विधीयते. किन्तु अत्र वकारः एव तिष्ठति इति कृत्वा वेरपृक्तस्य इति सूत्रेण तस्य लोपः विधीयते. अतः सर्वापहारलोपः भवति क्विप् इति प्रत्ययस्य. किन्तु प्रत्ययस्य लक्षणं तिष्ठति एव इति, प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा तत्र इदानीं किं संज्ञा प्राप्नोति प्रातिपदि क्विप् इति कृदन्तप्रत्ययः किल, कृत् तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा प्राप्नोति लिख् इति. लिख् इति अपि च तस्य धातुसंज्ञा अपि भवति वा? धातुसंज्ञा तत् अस्ति किल, मूले उक्तम्, उपदेशे उक्तं साक्षात् इति कृत्वा धातुसंज्ञा अपि अस्ति. परन्तु अन्यत् किमपि परिभाषा अस्ति वा तेन अत्र धातुसंज्ञा अपि भवति इति? स्मरणे नास्ति महोदय. अस्तु अस्तु महोदय, चिन्ता मास्तु. इदानीं हेमा भगिनी भवती स्मरति वा? स्मरति वा? पिबन्ता विजन्ता धातुत्वं न जहति इति अत्र कुप् अस्ति इति कृत्वा तत्र धातुः न धातुत्वं न त्यजति इति कृत्वा तत्र धातुसंज्ञा अपि तिष्ठति. ओ अस्तु, किन्तु अस्मिन् प्रसङ्गे तस्य वैशिष्ट्यं नास्ति. किन्तु आम् अस्मिन् प्रसङ्गे नास्ति, केवलं स्मारणार्थमेव. इदानीं तु अस्माकं कृते तु अत्र प्रातिपदिकसंज्ञा अपेक्षितः अपेक्षिता संज्ञा अस्ति तादृशमेव. परन्तु धातुसंज्ञा कथम् इदानीं वदतु वदतु, भवान् एव वदतु. लिह् योगः क्विप् तत्र सर्व अपहारम् अभवत्. इदानीं लिह् इति प्रातिपदिकसंज्ञा अपि प्राप्तम्. इदानीं लिह् योगः स इति प्रथम एकवचने तत्र स इति सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति सुडनपुंसकस्य इति सूत्रेण. अनेन लिह् योगः प्रातिपदिकसंज्ञा अस्ति, प्रातिपदिकसंज्ञा अस्ति. इदानीं लिह् योगः स तत्र हल्नाभ्यो दीर्घा दीर्घासु सुतिस्य पृक्तं हल् इत्यनेन सकारस्य लोपः भवति. लिह् इति तिष्ठति. इदानीं सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा अपि प्राप्नोति. अतः होडः इति सूत्रेण झलिपदान्ते तस्य कार्यं भवति इति कृत्वा लिड् हकारस्य स्थाने ढकारादेशः भवति, महाप्राणढकारादेशः भवति, लिड् इति भवति. जलां जशोन्ते इत्यनेन पदान्ते स्थितस्य महाप्राणढकारस्य जश् आदेशः भवति, अल्पप्राणढकारादेशः भवति, लिड् इति भवति. अपि च तत्र किमर्थं गुणः पुगन्तलघुपदस्य इत्यनेन गुणः न भवति इति चेत् क्विप् इति खित् प्रत्ययः अस्ति इति कृत्वा गुणः निषेधः अभवत्, अतः गुणः न भवति. इदानीं रूपं किं महोदय? लिड् इति रूपं महा अल्पप्राणडकारः अस्ति अन्ते, अपि च वावसाने इत्यनेन लिट् इति अपि द्वितीयरूपं भवति, वैकल्पिकरूपं भवति. बहु समीचीनं महोदय, बहु समीचीनं. रामप्रिया भगिनी, भवत्याः क्रमः विस्मृतवान् वा अहम्? उक्तवती किल. अस्तु अस्तु. इदानीम् अत्र पुष्पा भगिनी. अस्ति वा भगिनि? अस्मि अस्मि महोदय, अस्मि. किं करोमि? अत्र प्रथमाविभक्ति द्विवचनं लिखिति लिखिति प्रातिपदिकमस्ति. तत्तु लिह् एव तिष्ठति. लिहौ इति स्वर्णमेलनं अस्ति न महोदय? समीचीनं समीचीनम्. अत्र जस् जस् जा कथं जायते न जानामि महोदय. तत् बहु सम्यक् समये अस्तु अस्तु चिन्ता मास्तु. मणिमहोदय वदति वा महोदय, यस्य जकारः कथं वदामि. लिह यः अस् अस्ति यत्र जस् अस्ति मूले जस् अस्ति किल, अत्र जकारस्य लोपः कथं भवति इति प्रश्नः. चुटु चुटु इति सूत्रेण जकारः लोपः भवति. अस्तु अस्तु महोदय, भवान् अग्रिमं करोतु महोदय. अस् अस्ति अतः तदेव सर्वनामस्थानम् अपि प्रत्यः अत्र लिह योः अस् अत्र किमपि कार्यं न भवति. अत्र अस् स्थाने सकारस्य ऋत्वम् अपि विसर्गः अपि भवति. सस्वरुः करौ विसर्जनीय इति सूत्राभ्याम् इति अत्र कार्यं भवति, विसर्गः भवति. अतः लिहः इति रूपं भवति इति महोदय अहं चिन्तयामि. अग्रिममपि करोतु महोदय. अग्रिमम् अत्र अम् अस्ति, अत्र किमपि कार्यं न अस्ति, मेलनमेव. लिह योः लिह् योः अम् लिहम् इति रूपं भवति महोदय. तदेव औट् स्थाने अपि लिहोः, देन् सस् स्थाने अपि न न न पूर्ण सम्यक्तया वदतु महोदय. अत्र लिह् योगः औट् इदानीं किं भवति अत्र? अत्र चुटु इति सूत्रेण हल सारि पूर्वमेव उक्तवान् भवान् औट् हलन्त्यम् इत्यनेन लोपो भवति. अतः औ एव तिष्ठति. लिह लिह् योः औ लिहौ इति रूपं भवति. अनन्तरं बहुवचने अस्तु महोदय. अस्तु अस्तु अस्तु महोदय. इदानीं सरला भगिनी भवती करोति वा अग्रिम? आं महोदय. लिहयोगशस् बहुवचने द्वितीया विभक्ति अस्ति. शकल शकु तद्धते इति सूत्रेण शकारस्य लोपः भवति. इदानीम् अस् भवति. अस् इति असर्वनामस्थानसंज्ञक प्रत्ययः अस्ति. भसंज्ञा अपि प्राप्नोति यचिभं, किन्तु कार्यं न भवति. लिहयोग अस् इति वर्णमेलनं भवति. लिहौ सकारस्य ससजशोरु इति सूत्रेण ऋत्वं भूत्वा खरवसानविसर्जनीय विसर्गः भवति. लिह लिह लिहः भवति. अग्रिममपि करोतु. अग्रिमम् अस्ति टा चुटु सूत्रेण इति टकारस्य लोपः भवति. तिष्ठति इदानीम् अपि तत् एवमेव भसंज्ञकवर्ण अस्ति. लिहा इति भवति, वर्णमेलनं केवलं भवति. अग्रिमम् अस्ति लिहयोगभ्यां. भ्याम् इति सर्वनामस्थान संज्ञक प्रत्ययः अस्ति. स्वादिष्टसर्वनामस्थाने अस्ति लिहस्य पदसंज्ञा भवति इदानीं लिहयोगभ्याम्. इदानीं पदं भूत्वा होडसूत्रस्य कार्यं भवति. हकारस्य स्थाने ढकार आगच्छति. कारणं कि भकार झलि प्रत्याहारे अस्ति. लिहस्य पदसंज्ञा भवति. सो झलि परिपदान्ते अत्र पुनः वदतु भगिनि, ओढः इत्यस्य निमित्तं किम् अत्र? झलि पदान्ते निमित्तं भवति. भकार झलि अस्ति, लिहस्य पदान्ते पदं भवति. स्वादिष्टसर्वनामस्थाने इति सूत्रेण अतः इदानीं अतः इदानीं हकारस्य स्थाने ढकार आगच्छति लिट् योगभ्यां भवति इदानीं झलान् जशन्ति अत्र पुनः भगिनि अत्र एकः संशयः अस्ति अत्र लिह् योगः भ्याम् अस्ति तस्मिन् सन्दर्भे अत्र होडः इत्यस्य कार्यं भवति परन्तु अत्र निमित्तमस्ति झलि अथवा पदान्ते इदानीम् अत्र अस्मिन् सन्दर्भे निमित्तं किम् अस्मिन् सन्दर्भे निमित्तं पदान्ते लिह् हकारपदान्ते अस्ति परन्तु अत्र भा झल् वर्णः अपि अस्ति किल अनन्तरम् आमां द्वे आगच्छतः परन्तु अत्र पदान्ते एव स्वीकुर्मः अस्तु किमर्थम् द्वे निमित्तं योगपद् न आवश्यकं नास्ति यद्यपि भकारः झल् वर्णः अस्ति परन्तु अत्र लिह् इति तस्य पदसंज्ञा अस्ति भूत्वा अत्र निमित्तमस्ति पदान्ते एव पदान्ते एव तस्य तदेव वयं स्वीकृत्य अत्र होडः इति आनयामः अस्तु लिढ् योगभ्यां भवति इदानीं लिढ् अपि पदं भवति झलां चशोन्ते इति सूत्रं कार्यं करोति भकार झलि अस्ति ढकारस्य स्थाने च आदेशः भवति पुनः तावत् तदेव किञ्चित् अत्र यथा भवती उक्तवती अत्र मम संशयः अस्ति भवती अत्र झलां जशोन्ते इति सूत्रं तस्य प्रसक्तिः किमर्थमस्ति इति अत्र किमपि संशयः अस्ति वा भवत्याः मनसि इति प्रश्नः उदेति अत्र पुनः चिन्तयतु भगिनी अत्र लिढ् भवति लिढ् अस्ति पदम् अस्ति इदानीं पदान्ते भूत्वा ढकार पदान्ते अस्ति तस्य परे भकार झलि प्रत्याहारे अस्ति अतः ढकारस्य स्थाने जश् आदेशः भवति एकनिमिषः लक्ष्मी भगिनी भवती वदति वा अत्र लिढ् योगः भ्याम् अस्ति इदानीम् अत्र कथं वा झलां जशोन्ते इत्यस्य कार्यं भवति झलां जशोन्ते इति पदान्ते कार्यं करोति अत्र भ्यां यत्र भ्याम् अस्ति वल्लादिप्रत्ययः अस्ति तत्र पूर्वस्मिन् भागः पदसंज्ञा प्राप्नोति लिड्भ्यां यत् लिड्भ्याम् इति स्थितौ ढकारः पुष्पा भगिनी म्यूट् खलु परन्तु अत्र अत्र संशयः पुनः अस्ति भगिनि किमर्थमत्र झलां जशोन्ते इति कार्यं करोति इति हेमा भगिनी भवती वदति वा आं महोदय झलां जशोन्ते सूत्रमस्ति द्वितीयपादे अपि च झलां जश्चि चतुर्थपादे अस्ति अतः पूर्वत्र सूत्रम् अनेन अत्र झलां जशोन्ते तस्य कार्यं प्रथमं तस्य कार्यमेव भवति अतः पदमस्ति अत्र इति कृत्वा ढकारस्य डकारः भवति ढकारः कीदृशवर्णः इदानीं कस्मिन् प्रत्याहारे अस्ति झकारः तु झल् मध्ये अस्ति, हल् मध्ये अस्ति, परन्तु अस्मिन् विषये अत्र झलां जशोन्ते इत्यस्य झल् मध्ये झलां झल् झल् झल् मध्ये अस्ति, अत्र झकारः झल् वर्णः, अपि च पदस्य अन्ते अस्ति भूत्वा किं भवति इदानीं झल् स्थाने जश् आदेशः भवति, तादृशमेव अत्र भ्याम् इत्यस्य प्रसक्तिः एव नास्ति इदानीम्, अत्र भकारः झल् वर्णः अस्ति परन्तु तस्य प्रसक्तिः नास्ति इदानीं, जलां जश् जशि इति वर्णकार्यं भवति किल महोदय, तत्र पदान्ते वा अपदान्ते इति प्रश्नः नास्ति, परन्तु इदानीम् अस्मिन् प्रसङ्गे यत्र लिड् योगः भ्याम् अस्ति, अत्र भ्याम् इति असर्वनामस्थानसंज्ञक प्रत्ययः भूत्वा तस्मात् पूर्वं यद् अङ्गमस्ति तस्य पदसंज्ञा अस्ति, अतः इदानीं लिड् इति पदम् अस्ति भूत्वा अत्र जलां जशोन्ते इति कार्यं करोति, अत्र निमित्तमस्ति, अत्र लिड् इत्यस्य पदस्य अन्ते ढकारः यः ढकारः अस्ति सः झल् वर्णः, अपि च पदान्ते अस्ति, अतः तस्य स्थाने जश् आदेशः भवति, इत्युक्ते ढकारस्य स्थाने तृतीयसदस्यः डकारः आगच्छति, परन्तु अत्र भ्याम् इति झल् वर्णः अस्ति, भकारः झल् वर्णः अस्ति अथवा जश् वर्णः अस्ति तादृशप्रसङ्गः नास्ति इदानीं, तावदेव अत्र किञ्चित् धन्यवादः महोदय, अवगच्छति वा भगिनी? लक्ष्मी भगिनी भवती अपि अवगच्छति वा अत्र? महोदय पूर्वं मम किञ्चित् अभवत् अतः न श्रुतं मया सम्यक्। अत्र किमस्ति इत्युक्ते यथा इदानीमेव अत्र हेमा भगिनी भवती एव वदति वा पुनः अवगमनार्थं वदामि महोदय, अत्र लिह् इति प्रातिपदिकम् आसीत् अपि च भ्याम् इति असर्वनामस्थानसंज्ञा अस्ति इति कृत्वा स्वादिष्वसर्वनामस्थाने इति सूत्रेण अत्र लिह् इति पदसंज्ञां प्राप्नोति, इदानीं पदं भवति इति कृत्वा तत्र पदान्तकार्यं होडः इति कार्यं कृत्वा तत्र हकारस्य स्थाने ढकारादेशः लिड् इति, इदानीं पदम् अस्ति ढकारः तु झल् वर्णः अस्ति अतः झलः स्थाने जशादेशः भवति झलां जशोन्ते इति सूत्रेण ढकारस्य डकारः भवति, अपि च झलां जश् जशि किमर्थं कार्यं न करोति इति चेत् तत्तु चतुर्थपादे अस्ति अपि च झलां जशोन्ते द्वितीयपादे अस्ति, अतः त्रिपाद्यां प्रथमसूर्य सूत्रमेव कार्यं करोति, नो चेत् असिद्धं भवति अत्र झलां जश् जशि असिद्धं भवति इति। अतः लिड्भ्याम् इति रूप लक्ष्मी भगिनी अवगच्छति अवगता मया, तत् धन्यवादः। अस्तु अग्रिमं करोतु भगिनी, इदानीं भवती एव करोतु लक्ष्मी भगिनी। अस्तु लिष्योगः भ्यस् खलु लिष्योगः भिस् अत्र प्रथमं होटः कार्यं करोति तस्य निमित्तम् अस्ति हकारान्तप्रातिपदिकम् अपि च अग्रे बकारादि प्रत्ययः अस्ति, बकारादि इत्युक्ते तत् जल् वर्णः, अतः होडः कार्यं करोति होडः तादृशमेव। एकनिमिषः भगिनि, पुनः तदेव अत्र चिन्तनं अत्र केवलं भिस् इत्यस्य संज्ञा का भिस् इति असर्वनामकसंज्ञः पूर्वं स्थितं भागः यत् अस्ति तस्य पदसंज्ञा भवति, तस्य पदसंज्ञा भवति होडः तदपि एकं निमित्तमस्ति होडः कार्यं कर्तुं अत्र हकारस्य ढकारः भवति, ढकारः. निमित्तं किम् इदानीं? निमित्तं किं? लिखिति पदमस्ति, किमर्थं चेत् लिखिति अत्र भिस् इत्यस्य, अत्र भिस् इत्यस्य भकारः झल् वर्णः अस्ति इति भूत्वा होडः न कार्यं. होडः इत्यस्य कार्यं किमर्थम् इत्युक्ते लिह् इति पदमस्ति भूत्वा, हकारः पदान्ते अस्ति भूत्वा एव अत्र लिह् लिड् भवति. अस्तु महोदय. अस्तु अग्रे करोतु. लिड् इति रूपम् इदानीं जलां जलां यत् पूर्वम् इदानीमेव उक्तं जलां जशोऽन्ते कार्यं करोति. पुरः अत्र लिड् इति पदम् अस्ति, अतः ढ ढकारः जल् वर्णः, तत् मृदुवञ्जनः मृदुवञ्जनं डकारः भवति एतत् सूत्रेण, एतेन सूत्रेण. सो लिड् योगः, लिड् योगः दिस् लिड्भिस् अन्तिमसकारः ससजिशरुः करवसानियो विसर्जनीयः सूत्रयोः सूत्रयोः कार्याभ्यां लिड्भिः इति रूपम् अन्तिमरूपम्. अस्तु इदानीम् अत्र हेमा भगिनी भवती करोति वा? महोदय, अत्र लिड् तृतीया डकारः अस्ति इति वदति, अत्र पावसाने सूत्रेण कार्यं भवितुम् अर्हति किल? हेमा भगिनी भवती पुनः. अस्ति वा भगिनि? कः प्रश्नः अस्ति, मणिमहोदयस्य प्रश्नः अस्ति, यथा अत्र लिड् योगः भ्याम् अस्ति, अत्र वावसाने इति किमर्थं न कार्यं करोति इति. कस्य अवसानार्थः नास्ति, लिट् तस्य अनन्तरं भ्यां प्रत्ययः आगच्छति, अवसानार्थः नास्ति, अवसाने इति सूत्रं कार्यं न करोति. अत्र अवसान अवस्थायाम् अस्ति वा महोदय लिड् इति? अनन्तरं भ्याम् अस्ति किल, लिड् पदम् अस्ति परन्तु अवसानावस्थायां नास्ति, अतः वावसाने इति कार्यं न करोति. अस्तु अस्तु. हेमा भगिनी इदानीं भवति अत्र चतुर्थी विभक्तिः. लिह् योगः ङे इति अनुबन्धलोपानन्तरं ए इति अवशिष्यते. लिह् योगः ए इदानीं असर्वनामस्थानसंज्ञा अस्ति, अपि च अजादी अस्ति इति कृत्वा अत्र भसंज्ञकः भवति, तस्य किमपि अत्र प्रयोजनं नास्ति, तथापि एवमेव उक्तवती. अत्र केवलं कार्याणि न सन्ति, केवलं मेलनं भवति. लिह् योगः ए लिहे इति रूपम्. अग्रे अपि करोमि वा? लिह् योगः भ्याम् इति स्थितिः, अत्रापि भ्याम् इति असर्वनामस्थानसंज्ञा अस्ति, अत्र स्वादिष्वसर्वनामस्थाने इति कृत्वा लिहः पदसंज्ञा भवति, अतः अत्र इदानीं पदं भवति इति कृत्वा पदान्तकार्यं हकारस्य ढकारः भवति होडः अनेन, अत्र लिड् योगः भ्याम् इति. इदानीमपि पदसंज्ञा अस्ति इति कृत्वा जलां जशोन्ते एव कार्यं करोति, वयम् इदानीमेव चर्चितवन्तः. अतः मूर्धन्यढकारस्य ढकारः भवति, मूर्धन्यढकारः न क्षम्यतां, महाप्राणढकारस्य अल्पप्राणढकारः भूत्वा लिड् भ्याम् इति स्थितिः. अस्तु भगिनि. अस्तु भगिनि. अस्तु रामप्रिया भगिनि अग्रिमं करोति वा? आं भगिनि. आं महोदय. इदानीं चतुर्थी विभक्ति बहु चतुर्थी वा पञ्चमी वा? चतुर्थी बहुवचनं बहुवचनं चतुर्थी पञ्चमी बहुवचनं व्यस् इति चतुर्थी बहुवचनमेव इदानीं ओ चतुर्थी बहुवचनं व्यस् इति प्रत्ययः अस्ति तत्तु वलादिः अस्ति अतः पूर्वतन शब्दरूपस्य पदसंज्ञा प्राप्नोति लिह् योगः व्यस् तत्र पदान्ते हकारः अस्ति इति भूत्वा भोडः इति सूत्रेण लिड् इति भवति महाप्राणकारः इदानीम् अत्रापि जलां जशोन्ते इति सूत्रेण महाप्राणकारस्य स्थाने अल्पप्राणकारः लिड् लिट् व्यस् इदानीं ससजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्रेण ऋत्वविसर्गं लिड्भ्यः इति रूपम् अग्रिममपि करोतु भगिनि पञ्चमी एकवचनं अस् इति एतत्तु अजादि प्रत्ययः अतः पूर्वतनशब्दरूपं बसंज्ञकः लिह् योगः अस् अत्र किमपि कार्यं नास्ति सकारस्य स्थाने एव सस ऋत्वविसर्गं भूत्वा लिहः इति रूपम् अस्तु अस्तु भगिनि इदानीमत्र सरला भगिनी भवती करोति वा अभ्यां तथैव यथा वयं पूर्वं चर्चितवन्तः भ्याम् इति सर्वनामस्थानसंज्ञा अस्ति लिह् तस्य स्वादिष्टसर्वनामस्थानस्य सूत्रेण तस्य पदसंज्ञा भवति इदानीं होडसूत्रं कार्यं करोति अनेन ढकारः आगच्छति लिड्भ्यां लिड्भि पदसंज्ञा अस्ति तदा जलाञ्जशोन्ते इति सूत्रेण ढकारस्य स्थाने अल्पप्राणढकारः आगच्छति लिड्भ्यां भवति तथैव भ्यस् तस्य कार्यं भवति लिड्भ्यः भवति सकारस्य ऋत्वं भूत्वा खरवसाने विसर्जनीय विसर्ग भवति अस्तु अस्तु अस्तु भगिनि एकवारम् अत्र मणिमहोदय भवान् अत्र भ्यस् विषये वदति वा एकवारं सरला भगिनी उक्तवती परन्तु अभ्यासार्थम् अत्र भ्यस् वदति वा कथं भवति इति वदामि अभ्यस् अस्ति अत्र वलादिः अतः स्वादिश्वासवर्णसामने स्थान इति सूत्रस्य अत्र पदसम्यका भवति अतः तस्य पूर्वं सुतः लिहः इति पदसम्यका भवति अतः पदस्य अन्ते सुतः हकारः होडः इति सूत्रेण डकारः भवति अतः लिड् योगः ब्यस् इति रूपं पूर्वमेव लिड् इति अपि पदम् अस्ति अतः जलां जसोन्ते इति जलां जसोन्ते इति सूत्रेण जल् स्थाने डकारस्य स्थाने तृतीयडकार जस् आगच्छति अतः लिड् इति रूपं भवति ततः परं ब्यस् स्थाने सकारः विसर्गः भवति सत्सोरुः करसाने इति सूत्राभ्याम् अतः लिड्भ्याम् इति रूपं भवति लिड्भ्यां वा लिड् किं रूपं लिड्भ्यः अस्तु महोदय अस्तु इदानीम् अत्र पुष्पा भगिनी अस्ति वा भगिनी अस्ति भगिनि षष्टिविभक्ति करोति वा भगिनि षष्टिविभक्ति अस् अस्ति न महोदय अनुबन्धलोपनन्तरम् अस् अस्ति पूर्वं यस् अस्ति अस् अस्ति तत्तु लिह् योगः लिहः इति न लिडः लिडः लिडः लिडः न लिडः किमर्थं लिडः लिडः किमर्थं तेन सूत्रेण आगच्छामि तत् कम् आयाति इति असम् तत्तु असर्वनामस्थाने पदम् अङ्गम् अङ्गं तु न तु कार्यं करोति यचिभं कार्यं करोति न यचिभम् अस्ति यचिभम् इत्यनेन किं भवति अत्र यचिभम् इत्यनेन यकार अजादयस्य परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भ संज्ञा भवति तत्तु भसंज्ञा स्वादिष्व सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः स्वादिषु असर्वनामस्थाने यचिभम् बकारः आयाति न भम् आयाति तत्तु न भगिनी भगिनी अत्र किमस्ति इदानीम् अस् इति असर्वनामस्थानसंज्ञकप्रत्ययः अपि च अस् इति अजादि असर्वनामस्थानसंज्ञकप्रत्ययः अतः तस्मात् पूर्वं यः शब्दस्वरूपः अस्ति लिह् अस्ति तस्य भसंज्ञा भवति भा इति संज्ञा अस्ति लिह् इत्यस्य भासंज्ञा अस्ति अतः इदानीं किमपि कार्यमस्ति वा पद अङ्गकार्यं पदसंज्ञा परन्तु पदं पदं नास्ति किल इदानीं लिह् इति पदं नास्ति लिह् इति पदं नास्ति भासंज्ञा अस्ति लिह् इत्यस्य भासंज्ञा अस्ति भूत्वा अत्र किमपि कार्यमस्ति वा भासंज्ञा कृते लिह् इत्यस्य दकारः आयाति बकार कथम् आयाति दकारः केन सूत्रेण आयाति होडः निमित्तं किं हकारस्य परिवर्तनं ढकारः भवति अत्र निमित्तं किं निमित्तं किं निमित्तं प्रत्यय अजादिप्रत्यय न न न अङ्ग अङ्गे पदान्ते अस्तु इदानीं पदान्ते अस्ति वा हकारः पदान्ते अस्ति पदसंज्ञा अस्ति वा लिह् इत्यस्य पदसंज्ञा अस्ति वा पदसंज्ञा अस्ति न इदानीमेव वयं चर्चितवन्तः किल भगिनि अत्र अत्र अस् इति असर्वनामस्थान अजादिप्रत्ययः भूत्वा लिह् इत्यस्य भासंज्ञा भवति न तु पदसंज्ञा अतः लिह् इति पदं नास्ति भसंज्ञा अस्ति तस्य अतः होडः कार्यं करोति वा इदानीं अपि च लिह् अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः जलादिप्रत्ययः अस्ति वा जलादि नास्ति अजादि नास्ति अजादिः अस्ति अतः होडः कार्यं करोति वा इदानीम् अजादिपदान्ते पदान्ते नास्ति लिह् इति पदान्ते पदं नास्ति अपि च अस् इति झलादिः नास्ति भूत्वा होडः कार्यं करोति वा कार्यं न करोति अतः अत्र किमपि अङ्गकार्यं नास्ति इदानीं किमस्ति इदानीं लिह् योगः अस् केवलं लिहः केवलं वर्णमेलनं ससजुषोरुः करवसानविसर्जनीयः लिहः इदानीं भगिनी भगिनी एकं करोतु यत् चिन्तनं वयं कृतवन्तः इदानीं वयं तदेव चिन्तनं इदानीं दर्शयतु एकवारम् अत्र लिह् योगः ओस् इत्यस्य कृते तदेव चिन्तनं तदेव चिन्तनं यत् चिन्तनं वयं कृतवन्तः इदानीं मिलित्वा तदेव चिन्तनं किञ्चित् स्थाने नामस्थाने कार्यम् अस्ति. तत्तु एकनिमिषं महोदय, सर्वनामस्थाने स्वादिषु नास्ति. यचिबं यचिबं बं बं संज्ञा तत्तु बं नास्ति. कथं नास्ति? अजादयः अस्ति, बं नास्ति. भसंज्ञा अस्ति, तत्तु होडः न कार्यं न करोति, लिह् पदं नास्ति इत्येव. अत्र ओ गुण ऐ मीन् पदसंज्ञा नास्ति. कं लिह् ओस् इति मेलनमस्ति, लिहोस् इति ससजशोरुः. तत् ससजशोरुः कार्यं कं किं महोदय? ससजशोरुः ससजशोरुः इत्युक्ते सकारस्य पदान्तसकारस्य ऋत्वं भवति. पदान्तस्य सकारस्य ऋत्वं भवति. तत्तु ऋत्वं तु करविसर्जनीया इत्यनेन ऋत्वं विसर्जनीयम् आयाति. उत्सर्गः आयाति. तत्तु लिहोः लिहोः लिह् आम् अस्ति, तत्तु तथैव लिहाम् इति. अस्तु भगिनि, बहु समीचीनं, धन्यवादः महोदय. चिन्ता मास्तु, चिन्ता मास्तु. पञ्चसमीतक ज्ञातुं शक्यते चेत् अर्थं तु बहु सम्यक् आयाति. तत् शृणोमि, तत्तु न तिष्ठति क्रमेण. चिन्ता मास्तु, चिन्ता क्रमेण आगच्छति भगिनि. अस्तु, चिन्ता मास्तु. इदानीम् अत्र लक्ष्मी भगिनी भवती करोति वा अत्र? सप्तमीभक्त्यां जिह्योगः इ, अत्र इ इति असर्वनामस्थान अजादिप्रत्ययः, अतः लिह् इति भागस्य पदसंज्ञा, किन्तु अत्र केवलं वर्णमेलनमेव लिह् इति रूपं. द्विवचने लिह् योगः ओस्, पुनः अत्र तदेव स्थितिः, अतः केवलं वर्णमेलनं लिहोस्. अन्तिम सकारस्य लोपः भवति ससजशोरुः, अनन्तरं कलवसेने विसर्जनीयः इति सूत्रे सूत्राभ्यां लिहोः इति रूपं निष्पन्नं भवति. अनन्तरं लिह् योगः सु. महोदय, अत्र बहु दीर्घः चर्चा अभवत् ह्यः, अहं सम्यक् न मया सम्यक् न अवगतम् इत्युक्ते नूतनसूत्रम् अस्ति किल किल अस्तु प्रथमं वदामि. यदा पूर्वम् अभवत् सु अत्र सु इति भसंज्ञकः वलादिप्रत्ययः, अतः भसंज्ञकः पूर्वस्मिन् भागं पदं नास्ति. विपरीतरीत्या अवदन् अस्मि. अस्तु, न सु इति वलादिप्रत्ययः पूर्वस्विभागपदम् अस्ति, होलः कार्यं करोति लिड् इति रूपम्. अनन्तरं झलां जशो अन्ते कार्यं करोति, अतः ढकारस्य अल्पप्राणढकारः आगच्छत् आदेशः भवति, अतः लिड् इदानीं लिड् योः सु इति स्थितिः अस्ति. तदनन्तरं किं भवति इति मया सम्यक् अवगतं. तदनन्तरं किं भवति? लिड् योगः सु अस्ति. आम्, अत्र अत्र इदानीम् अत्र सुखवनं महोदय, भवान् ततः आरभ्य करोति वा किञ्चित्? क्रमेण गच्छेम महोदय, एकमेकं कृत्वा गच्छेम, अत्र किञ्चित् चर्चा अपि करणीयमस्ति अत्र. अतः किं कुर्मः इत्युक्ते प्रथमम् अत्र तदनन्तरं किं भवति इति वदतु महोदय. हा, लिह् योगः सुप् इति स्थितौ तत्र पदसंज्ञा अस्ति इति कृत्वा होढः इति सूत्रेण हकारस्य स्थाने महाप्राणढकारः आगच्छति, लिड् योगः सु इति स्थितौ झलां जशोन्ते इति सूत्रेण महाप्राणढकारस्य स्थाने अल्पप्राणढकारः आगच्छति, लिड् योगः सु इति भवति. तत्र ढकारः अस्ति, परे सकारः अस्ति इति कृत्वा खरीच इति खर्वर्णः परे अस्ति इति कृत्वा न आम् सत्यं, खरीच इति सूत्रेण खर्वर्णः सकारः परे अस्ति इति कृत्वा अल्पप्राणडकारस्य स्थाने टकार आदेशः भवति, लिट्सु इति एकं रूपं. तावदेव महोदय. इदानीम् अत्रैव किञ्चित् चर्चयामः. अत्र यदा महोदयः वर्गे कृतवान् तादृशमेव चर्चा कुर्मः चेत् समीचीनं भवति. इदानीम् अत्र आमाम् अत्र एतत्तु समीचीनरूपमेव लिट्सु इति. अत्र लक्ष्मीभगिनी अवगच्छति वा अत्र जलां जशोन्ते अनन्तरं खरीच इत्यनेन डकारस्य टकारः. महोदय. परन्तु अत्र अन्या चर्चा अपि भवितुम् अर्हति. यथा महोदय लिड् योगः सु अस्ति, प्रथममत्र होढः इत्यस्य कार्यम् अभवत्, तेन अत्र हकारस्य ढकारः लिड् योगः सु. तस्मिन् समये अत्र अन्यसूत्रस्य प्रसङ्गः भवितुम् अर्हति वा इति प्रश्नः. आम् तत्र षडोः कहसि इति सूत्रमपि अस्ति. सूत्रं वदति सकारे षकारः वा ढकारः वा महाप्राणढकारः वा तस्मात् परे सकारः अस्ति चेत् तत्र ककारादेशः भवति षडोः कहसि इति सूत्रेण. अत्र ढकारः अस्ति, षडोः कहसि अपि प्रायः झलिपदान्ते तस्य कार्यं न इदानीमेव भवान् उक्तवान् खलु. आमां सकारः सकारे परे इति कृत्वा पदान्ते नास्ति, किन्तु सकारे परे तस्य कार्यं भवति. अत्र सकारे सकारः परे अस्ति इति कृत्वा तस्य सूत्रस्य प्रसक्तिः अपि षडोः कहसि इति सूत्रस्य प्रसक्तिः अपि अस्ति. किन्तु प्राप्तिः अस्ति वा इति चिन्तयामश्चेत् होडः इति सूत्रस्य अपेक्षया षडोः कहसि इति सूत्रं परसूत्रमस्ति. सूत्रद्वयमपि त्रिपाद्याम् अस्ति इति कृत्वा, द्वितीय अष्टमाध्यायस्य द्वितीयपादे अस्ति इति कृत्वा होडः इति सूत्रस्य एव प्राप्तिः भवति. होडः तत्र क्षम्यतां जलां जशोन्ते इत्यस्य प्राप्तिः एव अस्ति. जलां जशोन्ते इति सूत्रं नवत्रिंशत्तम सूत्रमस्ति. षडोः कहसि इति सूत्रम् एकचत्वारिंशत्तमसूत्रमस्ति इति कृत्वा जलां जशोन्ते इति सूत्रं पूर्वसूत्रम् इति कृत्वा तस्य प्राप्तिः एव भवति षडोः कहसि इति सूत्रस्य अपेक्षया. अत्र पूर्वसूत्रम् इति केन सूत्रेण वयं पूर्वत्रासिद्धम् इति सूत्रेण पूर्वसूत्रस्य कार्यमेव बलवत्. बहु समीचीनं महोदय. अत्र प्रायः सर्वे अवगच्छन्ति इति चिन्तयामि. इदानीम् अन्यत् विषयः अपि अन्यः विषयः अपि अस्ति अत्र. यथा अत्र लिड् योगः सु अस्ति, अत्र वयम् इदानीमेव दृष्टवन्तः अत्र झलां जशोन्ते अपि च षडोः कहसि द्वयोः प्रसक्तिः अस्ति. परन्तु पूर्वत्र सिद्धमित्यनेन अत्र झलां जशोन्ते इत्यस्य कार्यमेव भवति, अतः लिड् योगः सु इति अस्ति इदानीम्. इदानीमत्र वयं खरीच इति दृष्टवन्तः. परन्तु अत्र अन्यत् सूत्रस्य प्रसक्तिः भवितुम् अर्हति वा इति प्रश्नः. इदानीं हेमा भगिनी भवती वदति वा अत्र. आं महोदय, अत्र नूतनसूत्रम् एकं ज्ञातवन्तः, डहसि धुट्. न न, तस्मात् पूर्वमेव, तस्मात् पूर्वमेव अत्र किञ्चित् अन्यत् विषयः अपि चर्चितवन्तः किल. अत्र डकारः अस्ति, सकारः अस्ति. डकारः सकारः मेलनं भवितुम् अर्हति वा? टुत्वसन्धेः, टुत्वसन्धेः परे सकारः अस्ति इति कृत्वा तस्य प्रभावेण अत्र स्तुत्वसन्धिः अपि प्रसक्तिः अस्ति. परन्तु तत्रापि निषेधसूत्रमासीत् न पदान्तात् तोरणाम् इति. यत् सूत्रं वदति यत् यदि पदान्ते टवर्गीयवर्णः अस्ति चेत् तत्र स्तुत्वं न भवति इति. अतः अत्र सकारस्य षकारः न भवति. अतः निषेधकसूत्रमस्ति न पदान्तात् तोरणाम् इति. अतः स्तु नास्तु इति न भवति. खरीच इत्यस्य कार्यं न, तदनन्तरं खरीच इति इदानीं खरीच किल, खरीच जलाञ्जेषु अन्ते अभवत्, तदेव अत्र डकारः आगतः. अस्तु, पूर्वतन अपि तत्रापि प्रसक्तिः अस्ति किल, तत्रापि तस्य प्रसक्तिः, तत्रापि अस्ति तस्य प्रसक्तिः. समीचीनमेव. इत्युक्ते अत्र यद् क्रमः लक्ष्मीभगिनी उक्तवती अपि च अत्र सुगवनं महोदयः पूरितवान् तदेव समीचीनक्रमः. अत्र प्रथमं होडः, तदनन्तरं झलाञ्जशोन्ते, तदनन्तरं खरीच. यद्यपि यत् होडः इत्यस्य अनन्तरं षडोः कहसि इत्यस्य प्रसक्तिः अस्ति, तथापि पूर्वत्रासिद्धमित्यनेन झलाञ्जशोन्ते इत्यस्य कार्यमेव भवति. अत्र स्तुनाष्टुः इत्यस्य प्रसक्तिः भवितुम् अर्हति, परन्तु नपदान्ताट्टोरणामित्यनेन अत्र लिड् इति पदसंज्ञा अस्ति भूत्वा पदान्तटकारस्य अथवा पदान्तटवर्गीयव्यञ्जनस्य सकारे परे अथवा सकारतवर्गीयव्यञ्जनं परः अस्ति चेत् अत्र स्तुत्वं न भवति न पदान्ताट्टोरणामित्यनेन. अतः तदपि कार्यं न करोति. अतः झलां जशोन्ते इति एव कार्यं करोति, अनन्तरं खरीच भूत्वा लित्सु इति रूपम् अस्ति किल महोदय. क्षम्यताम्. अपि च तत्र असिद्धत्वमपि अस्ति, यतोहि सर्वे चतुर्थाध्याय चतुर्थपादे एव आगच्छन्ति. निश्चयेन निषेधसूत्रमस्ति. स्तुत्वसन्धि चतुर्थे पादे अस्ति वा? आं महोदय, अस्ति. परन्तु अत्र न पदान्ताट्टोरणाम् इति अनेन स्तुनास्तुः इत्यस्य प्रसङ्गः एव नास्ति किल. अस्तु अस्तु अस्तु. इदानीम् अत्र इदानीमत्र अन्यद् विषयः आगच्छति. यदा वयं दृष्टवन्तः वर्गे, समयः अस्ति वा किञ्चित्? पञ्चनिमिषाः केवलम्. अस्तु, इदानीं कः जानाति चेत् वक्तुमिच्छति इदानीम् अत्र सुगवनं महोदय. भवान् रामप्रिया भगिनी भवती श्रुतवती वा वर्गम्? इदानीं वदति वा अत्र केन सूत्रेण अत्र विकल्पः अस्ति इति. आम् अहं वदामि, दोषः अस्ति चेत् कृपया. सर्वे अत्र सुखवनमहोदय अस्ति, हेमा भगिनी अस्ति, सरला भगिनी, लक्ष्मी भगिनी अपि. इदानीं यदा यदा लिख् योगः सु इति स्थितौ, तस्य रूपद्वयम् अस्ति. एतद् द्वितीयरूपम् अस्ति, अतः तस्य नहासि दुट् इति सूत्रेण द्वितीयरूपं प्राप्तं. तस् तत्र एकः परिभाषा अस्ति नः न सूत्रमेण गच्छामि. सूत्रं किमस्ति अत्र? सूत्रमस्ति एव सूत्रम्. अत्र एका परिभाषा अस्ति एतद्वद् उभयनिर्देशो पञ्चमी निर्देशः बलीयान् इति. किमर्थम् एतत् परिभाषा इत्युक्ते दह इति पञ्चमी अन्तपदं, सि इति सप्तमी अन्तपदं, दुट् इति आदेशः भवति. दुट् इति दुट् इति आदेशः वा आगमः वा? आगमः आद्यन्तौ टकितौ इति सूत्रेण दुट् टिप् अस्ति, अतः आदिमं तस्य आगमः भवति. अतः यदा पञ्चमी अपि अस्ति सप्तमी अपि अस्ति इति कृत्वा कुत्र आदेशः इति स्थाने अत्र न निर्दिष्टमस्ति. अतः उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति सूत्रेण पञ्चमी एव बलीयान् इति एतत् परिभाषा वदति. अतः डः क्षम्यतां डः इति परकार्यं पञ्चमी, सि इति सप्तमी पूर्वकार्यम्. अतः सकारस्य आदिम आगमः आगमः आदिम पूर्वं भवति, प्रथमं भवति, क्षम्यताम् इति स्थितौ. लिड् लिड् एव लिड् आरभ्य करोमि वा महोदय? लिड् योगः दकारः आगमः योगः सु सु इति प्रत्ययः. लिड् योगः दकारः योगः सु इति प्रत्ययः डः सि दुट् इति सूत्रेण. अनन्तरं दकार अत्र एकनिमिषं महोदय. इदानीम् अत्र कस्यचिदपि प्रश्नः अस्ति वा अत्र यद् भगिनी उक्तवती तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? एकवारं वदतु भगिनि. कुत्र आरभ्य महोदय? डहसि दुट् इति आरभ्य डहसि दुट् इति सूत्रमस्ति. अत्र विकल्पेन द्वितीयरूपं लिस्ट् योगः सु इत्यस्य वैकल्पिकरूपम् आगच्छति. अत्र डः इति पञ्चमी अन्तपदम् अस्ति, सि इति सप्तमी अन्तपदम् अस्ति, दुट् इति आगमः अस्ति. अत्र स्थानं न उक्तम् अस्ति. स्थानम् इति षष्टि अन्तपदं कोऽपि नास्ति, पञ्चमी सप्तमी अन्तपदमेव अस्ति. अतः उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषा अस्ति. एतत् परिभाषा वदति यत्र पञ्चमी सप्तमी अन्तं एव पदम् अस्ति सूत्रे, तत्र पञ्चमी अन्तपदं बलीयान् इत्युक्ते तस्य बलमेव अधिकम् इति. अतः सकार अत्र एव स्थगयतु भगिनि एकनिमिषम्. अतः दह इति पञ्चम्यन्तम् अस्ति. पञ्चमी इत्युक्ते किम्? पञ्चमी इत्युक्ते परकार्यमस्ति. अतः अत्र पदे यः ढकारः अस्ति तस्मात् परः भवति इति. अतः इदानीं यत् सप्तम्यन्तम् अस्ति तस्य पूर्वम् आगच्छति. किमर्थमित्युक्ते अत्र आद्यन्तौ टकितौ इत्यनेन अत्र धुट् अस्ति भूत्वा टित् अस्ति भूत्वा यः ध अस्ति तत् सप्तम्यन्तवर्णस्य पूर्वम् आगच्छति इति. किमर्थमित्युक्ते डः इति पञ्चम्यन्तम् अस्ति इति भूत्वा तस्मात् परः आगमः भवति, परन्तु आगमः आदौ अस्ति इति भूत्वा सप्तम्यन्तस्य पूर्वं भवति. आदौ भवति इति, पूर्वं न, सप्तम्यन्तस्य आदौ भवति इति. अतः आगमः इदानीं सप्तम्यन्तस्य आगमः. किमर्थमित्युक्ते पञ्चमी विभक्तौ यद् निर्दिष्टमस्ति तद् बलीय तद् सः बलीयः अस्ति इति भूत्वा पञ्चमी इति वदति परकार्यमिति, अतः तस्मात् परः भवति. परन्तु इदानीम् अत्र आगमः आदौ भवति इति भूत्वा यत् सप्तम्यन्तौ अस्ति तस्मात् तस्य आदौ भवति इति. महोदय, तत्र किञ्चित् भिन्नरीत्या वक्तव्यम् इति अहं चिन्तयामि. वदतु महोदय. तत्र तस्मात् इति उत्तरस्य इति सूत्रमस्ति. यत् पदं पञ्चम्या निर्दिष्टम् अस्ति तस्य परस्य स्थितस्य वर्णः एव स्थानी भवति इति. आगमः तस्मात् परं भवति इति नास्ति. स्थानी भवति. इदानीं तत्र टित् अस्ति इति कृत्वा स्थानिनेः पूर्वम् आगच्छति. यदि अत्र धुट् इति आगमस्य अपेक्षया धुक् इति आसीत् चेत् दकारस्य अनन्तरं न आगच्छति, किन्तु सकारस्य अनन्तरमेव आगच्छति इति. समीचीनं महोदय, तावदेव. अत्र पुनः वदामि एकवारम्. अत्र पञ्चमी बलीयः इति भूत्वा अत्र पञ्चम यत् सप्तम्यन्तौ अस्ति तत् सः वर्णः स्थानिनः भवति इति. तावदेव किल महोदय? आम्, तादृशमपि, क्षम्यतां महोदय, तादृशमपि न वक्तव्यम् इति अहं चिन्तयामि. तत्र ढकारः पञ्चम्या निर्दिष्टम् अस्ति इति कृत्वा तस्मात् परः यद्वर्णः अस्ति तत् स्थानी भवति. तत् सप्तमी वा भवतु, यत्किमपि भवतु, अत्र तत् तस्य वैशिष्ट्यं नास्ति. ढकारः पञ्चम्या निर्दिष्टम् इति कृत्वा तस्मात् परस्य यः वर्णः स तत् स्थानी भवति इति. तावदेव. तत्र सकारः अस्ति, तत् सप्तम्या निर्दिष्टम् इति भिन्नविषयः. किन्तु अत्र उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति. तत्र ढः सि धुट् इति तत्र केवलं तत्र साक्षात् स्थानी न उक्तं. षष्ठी स्थानीयोगे स्थानीयोगा इति अस्ति. यत् यत् पदं षष्ट्या निर्दिष्टमस्ति तत् स्थानी भवति, किन्तु अस्मिन् सूत्रे स्थानी न उक्तमस्ति. किन्तु डकारः पञ्चम्या निर्दिष्टमस्ति, सकारः सप्तम्या निर्दिष्टमस्ति इति कृत्वा अत्र किं स्थानी, कः स्थानी भवति इति चेत् तत्र पञ्चम्या निर्दिष्टमेव बलीयान् इति कृत्वा तत्र पञ्चम्या निर्दिष्टपदस्य अनन्तरं किं पदमस्ति तत् स्थानी भवति इति वार्ता. तदेव महोदय अपि उक्तवान् किल, तदर्थं तत्र सि इति अस्ति, सि सप्तम्यन्तपदम्, अतः अत्र सप्तम्यन्तपदमेव स्थानी भवति. नो, तत् वदति स्थानिनः आदौ तस्य कार्यः भवति इति. तर्हि स्थानिन आदौ इत्युक्ते सकारस्य आदौ, तर्हि सि एव सप्तम्यन्तं, तदेव इदानीं स्थानी अस्ति. आमां, तत्तु सत्यं. किन्तु परन्तु यदा महोदय, ऐ थिङ्क् अहम् आगच्छामि इदानीम्. अत्र सप्तमी इत्यस्य किमपि वैशिष्ट्यं नास्ति इति भवान् वदति. पञ्चमी इत्यस्य वैशिष्ट्यम् अस्ति इति भूत्वा पञ्चमी विभक्ति किं निर्दिशति इत्युक्ते तस्माद् इत्युत्तरस्य इति वदति भूत्वा यद् पञ्चम्यन्तवर्णस्य परम् अस्ति सः वर्णः स्थानिनः भवति इति. आम्, सत्यम्. इदानीं सः वर्णः सप्तम्यन्तौ अस्ति इति यादृच्छिकमेव. आम्, तदेव. अस्तु अस्तु महोदय. इदानीम् अत्र मम अवगमनमपि अभवत् इदानीं किञ्चित् शुद्धं भवत् इदानीम्. अन्यस्य कोऽपि प्रश्नः अस्ति वा अत्र? लक्ष्मीभगिनी भवती इदानीम् अत्र कोऽपि प्रश्नः अस्ति वा? अस्ति वा भगिनि? प्रायः सा गतवती. अस्तु अस्तु, अग्रे अग्रे पूर्णं कुर्मः इदानीम् अत्र. रामप्रिया भगिनी. आम्, लिड् योगः दकारः योगः सकारः सु इति प्रत्ययः. इदानीं दकार लिड् इत्यस्य प्रथमं लिड् योगः धकारः इति स्वीकुर्मः चेत् अत्रापि न पदान्तात् तोरणाम् इति सूत्रस्य प्रसक्तिः अस्ति. अतः अन्ते स्थितस्य डकारस्य परिवर्तनं न भवति. तत् प्रथमम्. अनन्तरं दकारः सु इति प्रत्ययः स्वीकुर्मः चेत् दकारः इति जल्वर्णः, जलां स्थाने चर् आदेशः भवति खरीपरे. सकारः तु खर्वर्णः, अतः खरीच इति सूत्रस्य प्रसक्तिः. दकारस्य स्थाने तकाराद प्रथमतकारादेशः भवति. लिड् योगः तकारः योगः सु इति स्थितिः. इदानीं डकारतकारयोः, डकारः इति जल्वर्णः, तकारः इति खर्वर्णः, अतः अत्रापि पुनः करीच इति सूत्रस्य प्रसक्तिः. लिट् योगः तकारः योगः सु, वर्णमेलनं कृत्वा लिट् सु, लिट् सु, लिट् सु, लिट् सु, रूपद्वयम्. अस्तु, अत्र बहु समीचीनमस्ति. इदानीं प्रश्नः अस्ति वा? इदानीम् अन्यत् किमपि वक्तव्यमस्ति वा महोदय? अपि च हेमा भगिनी, अन्यत् किमपि वक्तव्यमस्ति वा अत्र? न महोदय, तत्र केवलं चिन्तनार्थम् अखिला भगिन्या उक्तं झरो झरी सवर्णे, तस्य किमर्थं नास्ति इति न चिन्तितवती. प्रायः तत्तु महोदय उक्तवान् प्रायः भवति, परन्तु पृष्ट्वा वदामि इति, दृष्ट्वा वदामि इति उक्तवान्. यद्यपि तद्भवति, तथापि अत्र रूपद्वयमेव सम्भवति किल. तदपि प्रथमं यद् वयं साधितवन्तः तदेव भवति, यत्र तकारस्य लोपः भूत्वा झरोझरि सवर्ण इति. परन्तु महोदय उक्तवान् एकवारं दृष्ट्वा वदामि इति, अतः तद् न चर्चयिष्यामः. अस्तु, अद्य किमपि वयं साधितवन्तः इति अहं चिन्तयामि. मम कृते तु बहु लाभदायकः अद्य वर्गः. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय. धन्यवादः.